ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ॐ श्रीगणेशाय नमः ॐ श्रीसरस्वत्यै नमः ॐ श्रीगुरुभ्यो नमः दीनाक्षरसनाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनिये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। सुप्रभातं, स्वागतम्। अद्यतनप्रथमवर्गः इत्युक्ते करपत्रसहितवर्ग अद्य प्रथमम्। ओके, करपत्रम् एतत् किम् आङ्ग्लभाषायां कथितम् अस्ति, सर्वे पठितवन्तः, गतावसरे अहं दर्शितवती। चिन्तयामि। ओके, भगिनि, नमस्ते भगिनि, क्षम्यताम्, अद्य मम परीक्षा अस्ति, अहम् अद्य शृणोमि एव, अनुमतिः अस्ति वा? अस्ति अस्ति, भागं कक्षाभागं स्वीकर्तुं न शक्नोमि अद्य, नववादने अहं परीक्षार्थं गमिष्यामि, क्षम्यतां भगिनि, अहं शृणोमि एव अद्य। भगिनि, मम कोविड परीक्षा अस्ति अद्य, अहमपि कोविदा अथवा शिक्षा न वा भगिनि, परन्तु प्रथमा सुरसरस्वतीसभामध्ये शृङ्गेरीमठतः अस्ति किल, जानाति वा? अहं न जानामि, प्रथमा कक्षा परीक्षां स्वीकृतवती एतत् कारणेन। वादने अस्ति तत् परीक्षा, मम अपि कोविद परीक्षा अस्ति भगिनि, मम अपि कोविद परीक्षा अस्ति अद्य। कोविद परीक्षा भवत्याः कक्षा सम्प्राप्तं भवति भगिनि तत् समयतः पर्यन्तं, नववादनानन्तरम् एव वयं गच्छामः परीक्षायां। शृणोमि भगिनि। ओके ओके, परीक्षा, धन्यवादः भगिनि, अनन्तरम् अस्ति न? हा आं भगिनि, दशवादने दशवादने परीक्षा अस्ति भगिनि, दशवादने। ओके, गृहे स्थित्वा कर्तव्यं न भगिनि, साक्षात् लेखनीयं। कुत्र लेखनीयं? एक्साम् सेण्टर् किल, एक्साम् सेण्टर् भवति किल, तत्र गत्वा लेखनीयम्। मल्लेश्वरं मध्ये भवति, बेङ्गलूरु अहं नगरं बेङ्गलूरुनगरे वसामि, मल्लेश्वरं तः भवति तत्र। बेङ्गलूरु जनानां कृते तु गत्वा एव लेखनीयं, परन्तु भवती तु सुरसरस्वती लिखति न? आं भगिनि, तत्तेव, आन्लैन् परीक्षा न भवति सुरसरस्वती मध्ये, न कोविड् भवति वा न भवति वा, न आन्लैन् परीक्षा न भवति सुरसरस्वतीसभा मध्ये। गतवर्षे तु अभवत् आन्लैन् मध्ये माध्यमेन, अहं न जानामि भगिनि, तत्तु अहं न जानामि, अस्मिन् वर्षे तु न जानामि, अस्मिन् वर्षे कोविड् शिक्षा एतत् सर्वमपि बेङ्गलूर् जनानां कृते साक्षात् अस्ति। आम् आं भगिनि, जानामि, अन्यत्र तु आन्लैन् माध्यमेन अस्ति, साक्षात् गन्तव्यं भगिनि। कोविद संस्कृतभारती तेलङ्गाणा, ओके, कर्नाटक, कर्नाटक, मम तु कर्नाटक। आल् द बेस्ट्, डू वेल्, ओके, धन्यवादः, गच्छन्तु, कारणं परीक्षास्थलं प्राप्तव्यं न? ओके, तो विना सङ्कोचं गच्छन्तु। ओके, इदानीम् आरम्भं कुर्मः। अवगतं वा एतत् करपत्रं कथम् उद्घाटनीयं तस्मिन् विषये? आं भगिनि, अहं न जानामि, अहं न जानामि, प्रथमकक्षा अस्ति, कथं करणीयम् अहं न जानामि, अनन्तरम् अहं भवतीं पृच्छामि भगिनि, अनन्तरं मम कक्षायां यदा भवती एक्स्क्यूस् ददाति, प्रथमकक्षा अथवा गत अवसरे अहं उपस्थिता न आसम्, तदा अहं तत् न स्वीकरिष्यामि एव. सर्वे जनाः ओके, कारणं रेकार्डिङ्ग् अस्ति. नो एक्स्क्यूसेस्, कारणं रेकार्डिङ्ग् अस्ति अथवा अन्ये जनाः अपि वर्गे सन्ति. शृणोमि भगिनि, धन्यवादः. ओके, इदानीं गच्छामः धातुगणाः तत्र. ओके, अरे लेट् इट् ओपन्. धातुगणाः ओके. अद्य कः वा का पठिष्यति? सुलोचना आरम्भं करिष्यति अस्ति वा न? आमान्या अस्मि. ओके, पठनम् आरम्भं करोतु. धातुगणाः धातुगणाः पाणिनीयधातुपाठे धातवः दशसु गणेषु विभक्ताः सन्ति. एते दशगणाः अधः सूचिताः सन्ति, परन्तु सर्वप्रथमं कानिचन नूतननामानि अस्माभिः ज्ञातव्यानि. कर्तरिप्रयोगस्य लट्लकारे क्रियापदं भागत्रये विभज्यते. पठति अत्र पठ् प्लस् अ प्लस् ति. पठ् धातुः अर्धं निर्दिशति, अ विकरणप्रत्ययः गणं निर्दिशति, ति तिङ्प्रत्ययः लकारं निर्दिशति. अत्र सन्ति धातूनां दशगणाः. पश्यतु कथं भिन्नगणेषु विकरणप्रत्ययाः भिद्यन्ते. वस्तुतः विकरणप्रत्ययानां भेदने दशगणाः निर्मीयन्ते. ओके, धन्यवादः. इदानीं पश्यामः प्रिया. कति गणाः सन्ति? दशगणाः धातवः दशगणेषु किं विभजनं कृतम् अस्ति? केन? विकरणप्रत्ययेन. केन? कः निर्णयं कृतवान् विभजनं कर्तुं? पाणिनीय एव निर्णयं कृतवान्, परन्तु पाणिनेः व्याकरणं पूर्वम् एव जनाः भाषणं कृतवन्तः. भाषणं कृत्वा एव पाणिनी निर्दिशितवान् पाणिनी धातोः विभजनं कृतवान्. ओके, पाणिनी तस्य पूर्वस्य व्याकरणेन यत् कृतं तस्य आधारेण पाणिनी विभजनं कृतवान् धातूनाम्. इदानीं कः वा का अस्ति? सरस्वती. अहं तु यत् नाम अत्र अस्ति अहं तदेव अहम् आह्वयामि भगिनि. सरस्वती, यदा एकं ओके किम् एकं पदं तिङन्तपदं स्वीकुर्मः चेत् तत्र कति भागाः सन्ति? त्रीणि भागानि सन्ति. ओके, के के? प्रथमं धातुः, द्वितीयं विकरणप्रत्ययः, दशगण गणभेदं सूचयति, तृतीयं लकारं लकारः सूचयति. ओके, इत्युक्ते यत्किमपि धातोः पदनिर्माणं वयं कुर्मः चेत् पदम् इति अन्तिमरूपं यदस्ति तत्र भागत्रयं भवति. ओके, सुनन्दा, अवगतम्? आं भगिनि. कष्टमस्ति? अवगतम्. आं भगिनि अवगतम्. ओके, यावत्पर्यन्तं किमपि समस्या नास्ति न? नास्ति भगिनी. प्रश्नाः सन्ति? नास्ति भगिनी. भागत्रयमस्ति. यत्किमपि तिङन्तपदमस्ति तत्र भागत्रयं भवति. एकं तु धातु, द्वितीयं विकरणप्रत्ययः, तृतीयं तिङन्तप्रत्ययः. सुनन्दा, भवती जानाति वा विकरणप्रत्ययः इत्युक्ते किम्? पूर्वज्ञानम् अस्ति? न जानामि. न जानाति. ओके, इदानीं वयं ज्ञास्यामः, चिन्ता मास्तु. सीतालक्ष्मी, भवती जानाति वा? न महोदय. इत्युक्ते विकरणप्रत्ययः इति अस्ति, एतत् जानाति? दशधातुः दशगणाः सन्ति इति अहं जानामि. ओके, इति जानाति, परन्तु कथं ज्ञास्यामः कस्मिन् गणे किं धातु अस्ति, तद्विषये किमपि जानाति वा? न महोदय, मम स्वास्थ्यः सम्यक् नास्ति. ओ, स्वास्थ्यमपि सम्यक् नास्ति, क्षम्यतां. निर्दिशति धातोः गण किम् इति. विकरणप्रत्यय निर्दिशति धातोः गण इति. धातु तिङ् प्रत्ययोः मध्ये किं भवति, तदस्ति विकरणप्रत्ययः. धातु तिङ् प्रत्ययोः मध्ये तदस्ति विकरणप्रत्ययः. ओके, लक्ष्मी, अन्य किमपि जानाति विकरणप्रत्ययविषये? आं भगिनि, विकरणप्रत्यय गणं निर्दिशयति. गणाः भाविगण, अदादिगणः, चुहोचारिगण, दिवादिगण, लैक् एवं नाम सन्ति. ओके ओके, अग्रे गच्छामः. उर्मिला मोदी, किं वदतु. ओके, सर्वे म्यूट् कुर्वन्तु कृपया. उर्मिला, उर्मिला मोदी. आम् आम्, अग्रे पठतु. आं शृणोमि, पुनः पृच्छतु भगिनी. नै, पठनम् इदानीम् अग्रे. अस्तु अस्तु. ओके, वादी. ओके, अत्र सन्ति धातूनां दश गणाः. पश्यन्तु कथं भिन्नगणेषु विकरणप्रत्ययः भिद्यन्ते. वस्तुतः विकरणप्रत्ययानां भेदेन दशगणाः निर्मीयन्ते. प्रथमं वादि, तदेव पठतु पठतु. अस्तु अस्तु. प्रथमं वारि, प्रथमः गणः, भू इत्यादयः, धातवः, भवति इत्यादीनि क्रियापदानि. यस्य गणस्य आदौ भूधातुः अस्ति सः वादिगणः. विकरणप्रत्ययः शप् अ. उदाहरणं खाद्, खाद् धातु, खादति. पठ धातु, पठति. क्रीड् धातु, क्रीडति. वद् धातु, वदति. शुच् धातु, शोचति. वृत् धातु, वृत् धातु, वर्तते. जी धातु, जयति. श्रु धातु, स्रवति. भ्रु धातु, हरति. ओके, धन्यवादः. किमपि भवत्याः मनसि स्फुरति एतत् पठनानन्तरं, पठनानन्तरं? मम मनसि स्फुरति वादी प्रथमगणः अस्ति, तत्र विकरणप्रत्ययः अस्ति. भू, इत्यादय धातु भू अधिक आदि वादिः भूवादिगणः तो अस्य गणस्य आदौ भूधातुः अस्ति सः वादिगणः भू प्रथमधातुः अस्ति एकस्मिन् गणस्य आदिमधातु भू अस्ति अतः गणस्य नाम अपि आदिगण इति नाम अस्ति ओके अनन्तरं निवेदिता निवेदिता अस्ति वा आम् अस्ति भगिनि महोदय आम् अस्ति ओके इदानीं मम प्रश्नः उदाहरणानि पश्यतु ओके उदाहरणानि पश्यतु किमपि मनसि आगच्छति वा कुत्रापि किं किं किञ्चित् किम् आर्डर् नास्ति वा समानं नास्ति भगिनी इट्स् कैण्ड् आफ् गिव्स् अस् अ पेटर्न् फार् द सौण्ड् हौ द वर्ड्स् आर् सौण्डिङ्ग् with the combination with the dhatu plus vikarana pratyaya plus the thing and that how the similar sounds are grouped into one gana let me see anya kopi pallavi amde bhavatyah matam kim asti ha सर्वे उदाहरणानि पश्यतु तदनन्तरं निर्णयं करोतु सर्वे सेम् पेटर्न् मध्ये अस्ति वा किञ्चित् किञ्चित् भिन्नम् अस्ति अत्र किञ्चित् भिन्नता अस्ति वृत्तधातु अत्र वर्तते इति अस्ति परन्तु अन्यधातोः धातोः केवलं अति इति प्रत्ययः अस्ति परन्तु वर्तते इति अत्र वृत् किमपि विकरणं भिन्नविकरणम् एकनिमिषम् अहं लिखित्वा किं प्रथमधातु किम् आसीत् हाद् खादति तदनन्तरं पठति तदनन्तरं क्रीडति ओके खादति ओके अनन्तरं पश्यामः अनन्तरं खादति अनन्तरं किमस्ति पठति पठति ओके पठति क्रीडति ओके तदनन्तरं किमस्ति वद शोचति ओके वदति वदति अनन्तरं शुचति ओ ओ ओ शोचति ओके मन्दं मन्दं पश्यामः मन्ये शुचति तदनन्तरं वर्तते जयति वर्तते शोचते मध्ये अपि भिन्नता अस्ति किञ्चित् भिन्नम् अस्ति न ओके तस्मिन् विषये पश्यामः जयति स्रवति हरति श्रवति हरति ओके इदानीं किं कुर्मः अत्र वयं पश्यामः कथं विभजनं कर्तुं शक्नुमः. ओके, पल्लवी, एकमेव धातोः किं शोचति धातोः भागत्रयं के के वदतु. शुच शुच् ओके शुच् शुच् अधिकं विकरणप्रत्ययः विकरणप्रत्यय आ अधिकतिगन्तं तिङन्तं ति अधिकं ति ओके परन्तु यदा वदति पश्यामः तत्र कथम् अस्ति वद वद अधिकम् अ विकरणप्रत्यय अ अधिकं तिङन्तप्रत्यय ति ओके इदानीं वर्णमेलनं करोतु वदति शुच शोचति वदति अत्र तु दकार अधिक अकार द इति भवति वामभाग दक्षिणभाग भाग इक्वल् अस्ति शोचति तत्र किम् अस्ति उकारस्य उकारः भवति शुच् धातु अस्ति परन्तु शुच् शुचति न भवति शोचति भवति ओके ओके धन्यवादः अन्य को कः आगच्छति वा का आगच्छति पल्लवी सुन्दरं सुन्दरम् अस्मि भगिनि वदतु इदानीं क्रीडति क्रीडति क्रीडति क्रीडति क्रीड् क्रीड् धातु ओ करेक्ट् ओके क्रीड योग्यः प्रत्ययः थी पुनः वदतु क्रीड् तिङ् प्रत्ययः तिप् भवान् किं वदति तिप् वदति तिङ् वदति ति वदति तिङ् प्रत्ययः वदति तिङ् प्रत्यय तिङ् प्रत्यय अस्तु तिङ् प्रत्यय अतः अहं तिङ् न लिखामि वा न ति एव लेखनीयं लेखनीयं केवलं ति लेखनीयम् अस्तु अस्तु क्रीड इदानीं क्रीडति समानं समानम् अस्ति वामभागः दक्षिणभागः अस्ति इति मन्ये क्रीड अति न न परिशीलनं करोतु महोदय क्रीड अति क्रीडति क्रीडति तत्र परिवर्तनम् अभवत् वा यथा शुच् शुच् अति तत्र तु शोचति इति परिवर्तनं नास्ति अत्र परिवर्तनं नास्ति इदानीं वर्तते तत्र आगच्छतु धातु किम् अस्ति धातु वर्तते ओके अहं दर्शयामि करपत्रं दर्शयामि वर्तते तत्र धातु किम् अस्ति वृत् वृत् वृत् इति धातु अधिकं ओ क्षम्यतां हा अरे वृत् अनन्तरं किं लिखनीयं विकरणप्रत्ययवश विकरणप्रत्ययः आ अनन्तरं तिङ् प्रत्ययः ति बट् ते ते ते अत्र ते ओके किमर्थं ते I know some of them come as te, that is, what is that called? Atmane Pati? Atmane Pati, Parishmai Pati, iti asti na? Asti. Vipujanam. Okay. Ekam to gananugunam dashaganaha santi, anyam to padanugunam atmane Pati, Parishmai Pati, Ubhaya Pati, iti api vipujanam asti. ओके प्रतिगणस्य धातोः अवगतं यावत्पर्यन्तं अस्तु इदानीं पश्यतु वृत् अ ते अतः अस्मिन् भागे किमस्ति वर्तते परिवर्तनम् अभवत् न वृत्तते नास्ति अतः तु अत्र तु वर्तते अस्ति अस्तु चेञ्ज् अस्ति किमर्थं तत्वा अनन्तरं पश्यामः चिन्तन तत् इदानीं चिन्ता न करणीयं केवलम् आब्सर्वेशन् करणीयम् ओके अस्तु अस्तु शुच् अति पृच्छति रामभागे शुच् तस्य परिवर्तनं शोच् इति भवति अत्र वृत् इति अस्ति वृत् अ ते वृत् पार्ट् वर्तते इति भवति ओके एवमेव वयं पश्यामः कुत्र अस्ति कस्य नाम आगच्छति इदानीं सुन्दरम् अनन्तरं पद्मजा पद्मजा अस्ति आं मन्ये अस्मि मन्ये मन्ये किमस्ति अहं न जानामि मान्ये मान्ये ओ ओ भगिनी वदतु अन्यथा उमा वदतु न मम नाम तु अस्ति न उमा पाठात् वदतु वयं सर्वे छात्राः एव ओके अहं पाठनं नै अहं किं पाठयति इति मा चिन्तयतु केवलं वयं मिलित्वा डिस्कवरी ट्रिप् कुर्मः ओके महोदय एकसमस्या पृच्छामि वा हा पृच्छतु पृच्छतु बेला न आम् आम् आम् उपरि कृतवती ओके हस्तं हस्तमिदानीं निष्कासयतु किं प्रश्नं मम अहं स्क्रीन् द्रष्टुं न शक्नोमि अहम् समस्या सर्व ए प्रत्यय ते प्रत्यय आत्मनेपदी अस्ति वा यदा लट्लकारः अस्ति लट्लकारे प्रथमपुरुषः जानाति लट्लकारः प्रथमपुरुषः एकवचनरूपं तत्र यदा ति अस्ति तदा तु सामान्यतया परस्मैपदी यदा ते अस्ति सामान्यतया आत्मनेपदी ओके परन्तु केचन धातवः ति अपि स्वीकरोति ते अपि स्वीकरोति यदा कृ धातु स्वीकुर्मः करोति तत्र तु परस्मैपदी कुरुते तत्र तु आत्मनेपदी ओके ज्ञा धातु स्वीकुर्मः चेत् जानाति परस्मैपदी जानीते आत्मनेपदी पच् धातु पचति पचते अतः ये धातवः द्वयमपि स्वीकुर्वन्ति ते उभयपदी धातवः ओके ये केवलं ति स्वीकुर्वन्ति ते परस्मैपदी धातवः ये ते स्वीकुर्वन्ति ते आत्मनेपदी धातवः अवगतम् इदानीम् आं महोदय धन्यवादः अवगतं किं भवती किं पुस्तकं पठति गीतासोपानं वा प्रवेश वा परिचय प्रवेशपाठ्यपुस्तकम् इदानीं डिसेम्बर् मासे मम परीक्षा ओके डिसेम्बर् मासे एव इदानीम् अद्य परीक्षा अस्ति न हा अद्य भानुवासरे अस्ति मम परीक्षा डिसेम्बर् मासे ओके ओके सौत् किं तमिल्नाडु अथवा अहम् इदानीं दुबै नगरे वसामि ओके दुबै कृते ओके फैन् ठीक् अतः प्रवेशपुस्तके अहं चिन्तयामि कुत्रापि तु परस्मैपदी आत्मनेपदी विषये अस्ति प्रथमपाठे वा द्वितीयपाठे परस्मैपदी तदनन्तरम् आत्मनेपदी अपि आगच्छति उभयपदीविषये अपि लिखितम् अस्ति यत्किमपि भाषायां भवती प्रवेशपुस्तकं स्वीकृतवती आङ्ग्लभाषायां वा अन्य किं भाषायां स्वीकृतवती हिन्दी ओके हिन्दीभाषायां यदा स्वीकृतवती तत्र पठतु आत्मनेपदी परस्मैपदी उभयपदी तस्मिन् विषये चाप्टर् मध्ये अस्ति लिखितवती ओके धन्यवादः महोदय महोदय मैं प्रश्न पूछ सकती हूँ महोदय मुझे एक चीज समझ में नहीं आई कि जैसे क्रीडति रूप बनता है क्रीड अधिकम अ अधिकम ती यहाँ डकार में अकार मिलता है तो क्रीडति हो जाता है तो वैसे शुचति क्यों नहीं होता शोचति क्यों हो जाता है ओके अस्मिन् विषये अनन्तरं स्पष्टीकरणम् आगच्छति इदानीं वयं किं कुर्मः केवलम् आब्जर्वेशन् शुच् अधिकम् अ अधिकं ति शुचति न भवति किमपि परिवर्तनं भवति किमर्थं तस्मिन् विषये अग्रे स्पष्टीकरणम् आगच्छति किञ्चित् तदेव अस्ति वर्तते यदा वयं पश्यामः वृत् धातु अस्ति पश्यन्तु वर्तते वृत् धातु अस्ति वृत् अ ते सामान्यतया वृतते इति भवितव्यं परन्तु वृतते न भवति वर्तते भवति ओके अतः इदानीम् अहं किं वदामि केवलं परिशीलनं कुर्वन्तु भिन्नता अस्ति वा नास्ति वामभागे दक्षिणभागे वामभागे लेफ्ट् सैड् दक्षिणभागे रैट् सैड् ईक्वल् टु सैन् अस्ति न अत्र न ईक्वल् टु सैन् वामभागे दक्षिणभागे ओके यावत्पर्यन्तं स्पष्टमस्ति पद्मजा भवती उक्तवती ओके कन्नम् जयति हा पद्मजा वदति वदामि हा वदतु जी दातु जी दातु दीर्घम् अरस्वं पश्यामः एकनिमिषं पश्यामः कन्फर्म् कर्तव्यं न जी ओके ह्रस्वं ह्रस्वं ह्रस्वं ह्रस्वम् अधिकम् विकरणप्रत्ययम् अनन्तरम् अधिकं टि टि ओके इदानीं पश्य ओके उपरि गच्छामः पठति अत्र विभजनं करोतु पट् दातु पट् विकरणप्रत्ययम् विकरणप्रत्ययम् विकरणप्रत्ययः अनन्तरम् अधिकं टि अधिकं टि ओके कम्पेर् करोतु पठति जयति पठति परिवर्तनं नास्ति अत्र जयति परिवर्तनम् अस्ति कुत्र परिवर्तनम् अभवत् जा हेस् बिकम् जि जा हेस् बिकम् जि यकार कुत्र गतं हा न कुतः आगतं द्वयमपि चलति न ओके अतः अत्र धातुभागे तु जी अस्ति परन्तु पदभागे जी न दृश्यते जयति इति अभवत् ओके ओके एवमेवं परिशीलनं कुर्मः हा कन्नम्मा भगिनि नमस्ते भगिनि नमस्ते वदतु स्रवति धातु किम् अस्ति पश्यामः श्रु धातु सृ धातु अस्ति सृ धातु तदनन्तरं विकरणप्रत्यय विकरणप्रत्यय तदनन्तरं टिङ् प्रत्यय ति तिङ् प्रत्ययः ति ओके अस्तु भगिनि अस्तु इदानीं खादति तत्र किम् अभवत् खादति खा खाद् सोरि खादति खा अधिकम् आ अधिकं ति खाद् अथवा खा खाद् खाद् खाद् खाद् खाद् अधिकम् आ अधिकं ति ति अत्र मेलने समानं समानम् अस्ति वा भिन्नता अस्ति समानम् अस्ति ख द अधिकम् आ द भवति खादति अतः वर्णमेलनेन किमपि परिवर्तनं न अभवत् अधः गच्छति सु सृ अधिकम् अ अधिकं ति तत्र परिवर्तनम् अभवत् वा अस्तु भवति स्रवति स्रवति परिवर्तनं भवति ऊ कुत्रापि गतम् अत्र अत्रापि उकारः अस्ति हा पश्यतु अत्रापि उकारः अत्रापि उकारः अस्ति तत्र सुच शोचति भवति अत्र श्रु श्रवति श्रवति इति अभवत् पश्यामः किमर्थं कथम् एतत् मन्दं मन्दं पश्यामः परन्तु आब्जर्वेशन् एवम् अस्ति उकारः अस्ति चेत् परिवर्तनं भवति सृ अपि शुच् अति सृ अति तत्र तु परिवर्तनम् अभवत् अस्ति तत्र ऊ अस्ति पुनः वदतु शोचति अत्र ऊ शुच् सृ धातु ऋ अस्ति परन्तु रेफस्य परिवर्तनम् अभवत् वा पश्यतु रेफस्य परिवर्तनम् अभवत् वा ओके स्रवति तत्र किं किं के के वर्णाः सन्ति स्रवति सकार न एकनिमिषं सकारः सकारः मम युद्धं सकारः अनन्तरं रेफः रेफः अनन्तरं वकारः आहा वकारः ओके सो हा ओके अग्रे गच्छतु इकारः इकारः अनन्तरं त ओके तकारः तकारः ओके वाव् हा एतस्य प्रनन्सियेशन् कथं भविष्यति स्रूणि परिशीलयतु स्र स्र स्रवति भवती तु इ अनन्तरं तकारः उक्तवती न सरति त अनन्तरम् इकारः ह्रस्वैकारः पुनः वदतु प्रथम त अनन्तरम् इकारः ह्रस्वैकारः इकारः इतः गच्छति तत्र तात्परम् ओके इदानीं ति विषये तु समाधानम् अभवत् इदानीं ऋ व हा सकार वकार एतस्य समाधानं कथं करणीयं हा स्मृति एवं वदामि वा श्रावति इति अस्ति न चिन्तयतु चिन्तयतु किं मिस्सिङ्ग् अस्ति अत्र तत्र मिस्सिङ्ग् अस्ति हा भवती तु केवलं सकाररेफ वदति परन्तु स्र अस्ति न रेफ अनन्तरम् अ रेफ अनन्तरम् अ ओके इदानीं स्र श्रवति इति अस्ति वा श्रवति इति अस्ति श्रवति वा अनन्तरम् अ वा अनन्तरम् अ इदानीम् अवगतं हा श्रवति इदानीं किं कुर्मः इदानीं द्वितीयभागस्य इत्युक्ते दक्षिणभागस्य अपि परिशीलनं कुर्मः हा अस्तु दक्षिणभागस्य परिशीलनं सृ अधिकम् अ अधिकं ति सृ तत्र किम् अस्ति सृ सकार रेफ अकार इकार उकार इत्युक्ते किं केवलम् एकमेव वर्णस्य उल्लेखं भवति ओके अस्तु अतः सृ तत्र के के वर्णाः सन्ति सकार अनन्तरं रेफ रेफ अनन्तरं उकार उकार ओके रेफ अनन्तरं उकार ओके अ तु अ एव भवति तत्र तु परिवर्तनं नास्ति ओके तदनन्तरं ति तत्र एकमेव वर्णः अस्ति वा वर्ण द्विवर्णमस्ति वर्णद्वयमस्ति इकार इदानीं परिशीलनं कुर्मः सकार सकार समानमस्ति ओके रेफ रेफ समानमस्ति अनन्तरम् अकारस्य स्थाने उकारः अस्ति ओके उकारः अपि अस्ति न उकार दक्षिणभागे उकारः अस्ति परन्तु वामभागे अकार वकार इति वर्णद्वयम् अस्ति अस्तु अन्य सर्वं समानम् आत इ आत इ ओके अकार तकार उकार अकार तकार इकार सकार रेफ सकार रेफ केवलम् अस्मिन् भागे परिवर्तनम् अभवत् अवगतम् इदानीं अवगतम् उ अधिकं ओ परिवर्तनं भवति अत्र सृ धातु अस्ति तस्य सृ इति परिवर्तनं भवति वर्णानां परिशीलनं कुर्मः चेत् उकारः पूर्वमस्ति अनन्तरम् अव् इति आगच्छति भवति गुणाभूतं भवति अस्मिन् विषये चिन्तनं मा करोतु एवं चिन्तनं मा करोतु परिवर्तनम् अभवत् इति मनसि स्थापयतु तावत्पर्यन्तं पर्याप्तम् ओके अनन्तरं पश्यामः कथं किमर्थं प्रोसेस् कर्तव्यं तस्मिन् विषये अनन्तरं पश्यामः अस्तु भगिनि स्पष्टं सर्वेषां कृते स्पष्टमस्ति ओके इदानीं किं कुर्मः, प्रतिभा परीक्षा परीक्षार्थिनी अस्ति, अतः अहं न आह्वयामि. शोभना. धन्यवादः. आं भगिनि, नमस्कारः. नमस्कारः. अन्तिमधातुः अस्ति अत्र, तस्य परिशीलनं कुर्मः. बोरिङ्ग् अस्ति चेत् वदन्तु, अग्रे गच्छामि. हा, धातु स्मरणे अस्ति, कुत्र अस्ति? हा, हरति. हरति धातु किम् अस्ति? हृ. हृ अधिकम् अति अ अधिकं ति. ओके, इदा अत्र परिवर्तनम् अभवत् वा न? परिवर्तनं अभवत्. तस्य परिवर्तनम् अभवत्. This one is ru and the parivartan is hara. Hru, tasya parivartanam har iti abhavat. Upari pashyatu, vrit iti asti. Tasya parivartanam katham abhavat? Vartate. Okay. Ekat kimchit manasi sthapayantu. तदा अनन्तरं किञ्चित् एतत्तु अहं निष्कासयामि. ओके, यावत्पर्यन्तं सम्यक्तया अवगमनम् अभवत्? आं भगिनि. एनी प्राब्लम्स्, एनी डौट्स्? न भगिनि, न महोदय. अन्य कोऽपि अस्ति वा? सम्यक् इत्युक्ते ओके, मेल् लिस्ट् पश्यामि अधीत. ओके, कस्य कस्य नाम अहम् आहूतवती न जानामि. ओके, इदानीं प्रतिभा गतं, शोभना गतं, चम्पा अग्रे गच्छामः. अग्रे गच्छामः, द्वितीयम् अदादिगणविषये पश्यामः. चम्पा अदादि अदादिः द्वितीयः गणः इत्यादयः धातवः अति इत्यादीनि क्रियापदानि विक्रणपत्रः नास्ति इत्यस्य लुप् लोपः उदाहरणम् अश् अस्ति सन्ति वक्ति अस्ति आस्ते शीशेते. ओके, अत्र किं किम् अवगतवती? अस्ति हन्ति वक्ति तिगन्तति आस्ते शेते. अत्र भागत्रयम् अस्ति वा भागद्वयम् अस्ति? भाग करणप्रत्यये नास्ति, भागद्वयमस्ति. विकरणप्रत्ययस्य लोपः अभवत्. ओके, अभवत् अदादिगणे इत्युक्ते द्वितीयगणे धातवः सन्ति, विकरणप्रत्ययः यत्किमपि अस्ति वा आसीत् तस्य लोपः अभवत्, अतः विकरणप्रत्ययः अदृश्यः. ओके, तस्य अत्र इति लिखितमस्ति, तदनन्तरं लोपः इति अपि लिखितमस्ति. लुक् भवति चेत् लोपकार्यं कृतमस्ति इति मन्ये. हा, अस् पश्यतु, अस् अधिकं ति अस्ति, हन् अधिकं हन्ति, वच् अधिकं ति वक्ति. हा, यदा वक्ति कथम् अभवत् इदानीं वयं न जानीमः. हा, चकारस्य ककारे कथं परिवर्तनम् अभवत् तस्मिन् विषये वयं न जानीमः. आस् इति अस्ति, आस्ते, हा अत्र तु परस्मैपदी धातु अस्ति. शी शेते तदपि पर क्षम्यताम् आत्मनेपदी, ते आगच्छति चेत् आत्मनेपदी. हा शी शी शेते ओके, परन्तु ईकारस्य एकारे कथं परिवर्तनम् अभवत् तस्मिन् विषये अनन्तरं पश्यामः, किञ्चित् पेशेन्स्. हा ओके, यावत्पर्यन्तं समस्या नास्ति अग्रे गच्छामः. एनी क्वेश्चन् सो फार्? न महोदय, अवगतम्. चम्पा अनन्तरं जया आगच्छतु. अस्मि. आम्, जुहोत्यादि तृतीयगणः हु इत्यादयः धातवः, जुहोति इत्यादीनि क्रियापदानि. विकरणप्रत्ययः नास्ति, शप् लोपः इव. लक्षणं धातोः द्वित्वं, उदाहरणं दा धातु ददाति, तद्धाति, बिभेदि, ओके. यावत्पर्यन्तं किम् अवगतवती? जुहोत्यादिगणविषये किम् अवगतवती? जुहोति विकरणप्रत्ययः नास्ति इति, विकरणप्रत्ययः न दृश्यते, लोपः. परन्तु एकं कार्यं तु अभवत्, तत् किं? द्वित्वम् इत्युक्ते ददातु ददाति, दा इति धातु अस्ति, ददाति वारं दकारस्य उच्चारणं भवति. बि इति धातु अस्ति, बिभेति इत्युक्ते बकारस्य द्विवारं, एतत् अस्ति द्वित्वं. परन्तु द्वित्वं एवमेव दादाति इति भवति वा, बिभीति इति भवति वा? पश्यतु, बिभेति परिवर्तनम् अभवत्, किञ्चित् किञ्चित् परिवर्तनं भवति न. द्वित्वम् इति लिखितं तु अस्ति, परन्तु साक्षात् द्वित्वं न दृश्यते. सत्यम्? आं सत्यं. किञ्चित् परिवर्तनम् अभवत्, धीदातु किञ्चित् किञ्चित् कुत्रापि किमपि परिवर्तनम् अभवत्. हु इति धातु अस्ति, परन्तु द्वित्वं हु हूति न जुहोति इति अभवत्. ओके, किमर्थं कथं तस्मिन् विषये तु अनन्तरम् आगच्छति. ओके, इदानीं केवलं परिशीलनम् एण्ड् नोट् अभवत् किमपि परिवर्तनम् अभवत्. ओके भगिनी, द्वित्वम् इत्युक्ते किं? द्वित्वम् इत्युक्ते डब्लिङ्ग्. धन्यवादः. ओके, डब्लिङ्ग् तत्तु साक्षात् अत्र ददाति मध्ये तु बहु सम्यक्तया दृश्यते. दा इति धातु अस्ति, एकनिमिषं. धातु दा अस्ति, एकस्य द्वित्वं कुर्मः चेत् किम् अस्ति? ओके, दा प्लस् दा. हा, परन्तु तत्र दादाति न, दा अनन्तरं ति. इस् इट् लैक् द धातु इस् इन् द मिडल्? एकनिमिषं. तत्र ह्रस्वमेव अभवत्, प्रथम अक्षरस्य ह्रस्व अभवत्. या ओके, कोविड् ये कोऽपि कृतवन्तः तेषां कृते किञ्चित् कदाचित् सुलभं भविष्यति न जानामि. ओके जया परिशीलनं करोतु. सरस्वती परिशीलनं करोतु. दा अधिकं दा द्विवारं दा दा इति न एक प्रथमदा ह्रस्वं भवति अनन्तरं द्वितीयधा तदेव दा दा पश्यामः अन्य किमपि धातुः बिभेति इति धातु अस्ति भी इति धातु अस्ति तस्य परिवर्तनं कथं भवति द्विवारं योग परन्तु अत्र किं भवति प्रथम भी बिकास् लैक् जश्व सन्धि इट् विल् बिकम् द थर्ड् लेटर् न सन्धिविषयं नास्ति अत्र अन्यकार्यमस्ति अत्र अल्पप्राणत्वं भवति ह्रस्वत्वं महाप्राणस्य अल्पप्राणं भवति भी अनन्तरं द्वितीय भी यत् अस्ति तस्य भे इति भवति भी भे अनन्तरं पि विकरणप्रत्ययः कुत्र बट् भी इस् फोर्थ् लेटर् अण्ड् बी दिस् इस् मा अल्पप्राण दट् इस् महाप्राण बिकम्स् अल्पप्राणशिप् अस्ति न अल्पप्राण महाप्राण पार्ट्नर्शिप् अस्ति न अत्र अत्र किमर्थम् एतत् पार्ट्नर्शिप् माध्यमेन द्वित्वं भवति तस्मिन् विषये अनन्तरं सूत्रं पश्यामः ओके अवगतं तदेव इदानीं पश्यामः अत्र जुहोति इति अस्ति न किमस्ति हा जुहोति तत्र धातु अस्ति धातु न हा जहाति जहाति हू इत्युक्ते जुहोति ओके किमपि वयं स्वीकुर्मः हकारस्य जकारे परिवर्तनं भवति ओके एतदेव अहं द्रष्टुं किं वोत्र अटेन्शन् ऐ एम् केचोफैल् विच् इस् लाङ्ग्वेजेस् ऐ हव् टु यूस् ऐ डोण्ट् नो ओके सो भगिनि कुत्र हू इस् द हू इस् द धातु सो हू द्वित्वम् अस्ति हू हू हू हू परिवर्तनं जू हू भवति हू परिवर्तनं जू हो आगच्छति हू धातु अस्ति ओके एकनिमिषं पश्यामः वयं हा हू द्वितीयवारं हू हू एतस्य प्रथमं हू किं भवति जू भवति प्रथमं हू जू भवति द्वितीयं हू हो भवति जू हो अनन्तरं ति आगच्छति ओके विकरणप्रत्ययः कुत्र गतं न गतं लोपः विकरणप्रत्ययस्य किम् अभवत् शप् विकरणप्रत्ययः तस्य श्लू भवति इत्युक्ते तस्य लोपः भवति ओके पूर्वं किम् अस्ति द्वितीयगणस्य धातोः शप् इति विकरणप्रत्ययः तस्य लुक् भवति लुक् भवति वा श्लू भवति द्वयमपि कार्यं तु लोपकार्यमेव ओके यावत्पर्यन्तम् अवगतम् डिस्कवरिङ्ग् सम् न्यू न्यू थिङ्ग्स् एकः प्रश्नः अस्ति द्वितीयगणे तदेव प्रश्नमस्ति ओके वदतु शप् अस्ति खलु द्वितीयगणे शप् शप् प्रत्ययस्य लुक् भवति इत्युक्ते लोप आगच्छति द्वितीयगणे अपि विकरणप्रत्ययः शप् भवति तत्र एव लोपः आगच्छति सो द्वितीयगणे द्वित्वं किमर्थं न भवति न कारणं तत्र लुक् अस्ति ओके ओके सो लोपः द्वितीयगणस्य लोपः इस् वया लुक् whereas tritiya ganasya lopah is not via look although they are the same vikaran pratyaya am I understanding that right see so it is shlu tritiya ganasya lopah look karanena bhavati ha okay shap iti vikarana pratyaya tatra api asti atra api shapevo vikarana pratyayah parantu shap vikarana pratyayasya lopakaryam केन भवति लुक् इति आदेशेन भवति लुक् आदेशः किं करोति शप् प्रत्ययस्य लोपकार्यं करोति ओके परन्तु तदनन्तरं किमपि परिवर्तनं न करोति अत्र किं भवति तृतीयगणे शप् एव विकरणप्रत्ययः परन्तु श्लूकारणेन लोपकार्यं भवति हा अनन्तरं लक्षणं किम् लोपकार्यं तु भवति प्रत्ययस्य विकरणप्रत्ययस्य लोपकार्यं तु भवति परन्तु धातोः द्वित्वम् अपि भवति परन्तु सामान्यद्वित्वं नास्ति हा एतत् मनसि स्पष्टतया स्थापयन्तु सामान्यद्वित्वं नास्ति किमर्थं पश्यन्तु अत्र हा अत्र किं दा इति धातुः अस्ति द्विवारं दा इति न वदामः केवलम् एकवारं दा अस्ति प्रथम दा ह्रस्वं भवति भी अस्ति परन्तु द्विवारं भी न लिखामः प्रथम भी अल्पप्राणं भवति द्वितीय भी भे इति परिवर्तितं भवति हू धातु अस्ति हू ति इति वयं न वदामः प्रथमहकारस्य प्रथम हू जु भवति हा द्वितीयं तु हु उकारस्य ओकारे परिवर्तितं हो इति भवति अतः एतत् सर्वं कथं करणीयं किमर्थं करणीयं तस्मिन् विषये अग्रे मन्दं पश्यामः अस्मिन् स्तरे वयं केवलं परिशीलनं कुर्मः अवगच्छामः ओ ओ एवमेवं परिवर्तनं भवति इति ओके भगिनी लुक् इत्युक्ते लुक् इत्युक्ते वन् टर्म् पाणिनि लुक् इति वद् वदति अस्माकम् आङ्ग्लभाषायाः लुक् नास्ति हा वाट् इस् इट् मीन्स् सारी इट् इस् जस्ट् अ टर्म् श्नु इति एकं टर्म् अस्ति हा पाणिनिः एतत् उक्तवान् ओके श्नु इति उक्तवान् लुक् इति उक्तवान् हा अतः यदा अन्यत्रापि श्लू लुक् इति आगच्छति हा अतः समानमेव भवति कार्यम् ओके क्लब् देम् आल् टुगेदर् आल् प्लेसस् लुक् इस् द टर्म् यूस् दे विल् बिहेव् इन् दिस् मेनर् वे श्लू इस् द टर्म् यूस् दे विल् बिहेव् इन् दिस् मेनर् अतः किं कामन् सूत्राणि अपि सन्ति तेषां कृते ओके okay it's like a label it's like a label ha okay panini does a lot of labeling ha etat manasi sthapayantu agre vayam pashyamaha ha prathama karyam ta vikarana pratyayah ityukte kim tadvishaye vayam gnyatum prayatnam kurmaha ha gnyatavantah iti na vadami prayatnam kurmaha okay ओके चतुर्थगणस्य विषये कः वा का पठति प्रतिभा शोभा जया रूपल् महोदय अहम् अपि अस्मि ओ विनाबेन् ओके भवत्याः नाम अहं तु आवली मध्ये न आह्वयामि ओके वीणाबेन् मम नाम वीणा विनाबेन् पठतु दिवादिः चतुर्थः गणः दिव् इत्यादयः धातवः दिव्यति दिव्यति दिव्यति दिव्यति इत्यादीनि क्रियापदानि विकरणप्रत्ययः शन् य उदाहरण नश नश्यति नृत् नृत्यति कुप् कुप्यति क्रुद् क्रुद्यति तुष् तुष्यति मन् मन्यते विद् विद्यते किम् अवगतवती इदानीं वितरणप्रत्ययः चतुर्थः गणः दिवादिगणः चतुर्थगणस्य नाम दिवादिगणः ओके तत्र विकरणप्रत्ययः य दृश्यते य दृश्यते परन्तु सम्पूर्णप्रत्ययः किम् शन् शन् शन् इति प्रत्ययस्य अवशिष्यभागं य ओके य अवशिष्यभागं यथा प्रथमगणस्य वयं दृष्टवन्तः न षट् इति प्रत्ययः अस्ति अवशिष्टभागः अ ओके द्वितीयतृतीयगणे तु गतमेव विकरणप्रत्ययस्य लोपः अभवत् इदानीं चतुर्थगणे शन् इति प्रत्ययः अस्ति अवशिष्टभागः य यकारं वदामि किमर्थं वदतु वीणाबेन् किमर्थं यकारं न वक्तुं शक्नुमः केवलं य तिष्ठति हा परन्तु अहं यकारं न वदामि अहं य इति वदामि किमर्थं य विकरणप्रत्ययः अस्ति न भवत्याः उत्तरं एक्सेप्ट् कर्तुं न शक्नोमि अहं न जानामि अहं वदामि वा भगिनि वदतु वदतु यकार प्लस् अकार सम्यक्तया स्थापितमस्ति न अस्माकं ओके अतः यकार प्लस् अकार अस्ति अतः वर्णद्वयम् अस्ति यकार वक्तुं न शक्नोमि य एव वक्तव्यम् अवगतवती आं भगिनि आम् ओके यकार इत्युक्ते केवलं य आम् एकमेव वर्णः ओके शोभना क्षम्यताम् यावत्पर्यन्तम् अवगतम् अग्रे गन्तुं शक्नुमः ओहो ओके ओके किञ्चित् परिशीलनं करोतु नश् नश्यति नृत् नृत्यति तत्र किमपि परिवर्तनम् अभवत् वा कथं योजनम् अभवत् नश् नश् य यत् नश्यति नृत्य नृत्यति कुप्यति कृत्यति यति अत्र मन्यते आत्मनेपदी विद्यते आत्मनेपदी ओके परन्तु भिन्नता कुत्र अस्ति भिन्नता यदा अहं कम्पेर् करोमि प्रथमगण अत्र प्रथमगणगणे खादति पठति क्रीडति वदति शोचति वर्तते जयति स्रवति हरति कम्पेर् करोतु अत्र नश् नश्यति नृत् नृत्यति कुप् कुप्यति वट् डु यु नोटिस् ओके सो प्रु कृत्यति तुष् तुष्यति ऐ डोण्ट् सी एनी एनी चेञ्ज् एनी चेञ्ज् ओके ऐ डोण्ट् सी एनी चेञ्ज् कुत्र एनी चेञ्ज् ऐ डोण्ट् सी सो नश् नश् नश् नश्यति सो देर् इस् ओ कुक् कुप्यति कुप्यति अहं अहं न ऐ डोण्ट् सी एनी चेञ्ज् एनिवेर् ओके ऐ डोण्ट् सी एनी चेञ्ज् एनिवेर् तत्तु बहु सम्यक् और् सरलमस्ति परन्तु प्रश्नं किञ्चित् भिन्नम् अस्ति. ऐ डोण्ट् सी एनी चेञ्ज् वेर्. भवती ज्ञातवती मम प्रश्नस्य भिन्नता? न भगिनि. न ओके, पुनः अहं दर्शयामि. अत्र किमस्ति अस्माकं हस्ते? नश्यति न, नश् नश्यति, मृत् नृत्यति. नश् नश् तस्य ओके इदानीं ओ हो हो हो ओके ओके ओके नश् मम नश्यति ओके. भागत्रयं वदतु. नश् नश् अधिकम् अधिकं य अधिकं य अधिकं ति अधिकं ति ओके. अनन्तरं नृत्यति न, नृत्यति ओके. एतस्य भागत्रयं किम् अस्ति? ओ नृत् नृत् ओके. अत्र दोष नृत्यति नृत्यति नृयति अच्छा नृ नृत् अधिकीय अधिकं या ति अधिकं ति ओके. इदानीं परिशीलनं करोतु भगिनी. तत्र टङ्कणदोषणम् अस्ति नृयति नृत्यति. ओके ओके नृत् तकारस्य नृत् य इदानीं सूचयति ओके. इदानीं अत्र परिशीलनं करोतु. किम् अभवत्? नृत्यति शुच् शोचते वृत् वर्तते परन्तु अत्र नश् नश् यति नृत् यति साक्षात् वर्णमेलनम् एव. साक्षात् वर्णमेलनम्, अन्य किमपि कार्यं न अभवत्. यदा अहम् अत्र वादिगणस्य परिशीलनं करोमि हाद् खादति पट् पठति अत्र वर्णमेलनम् अभवत्, परन्तु सर्वत्र वर्णमेलनम् एव न अभवत्. कदा कदा परिवर्तनं कृत्वा रूपं निर्माणं भवति, कदा कदा परिवर्तनं न भवति. कदा परिवर्तनं न भवति, कदा परिवर्तनं भवति, एतस्य तु अनन्तरं ज्ञानं प्राप्नुमः. परन्तु अस्मिन् गणे किमस्ति? साक्षात् केवलं वर्णमेलनम् एडिशन् ओके. भगिनी एकः प्रश्नः अस्ति, तत्र लेखितमस्ति दीव्यति, परिवर्तनं भवति खलु दिव् धातु? तत्तु नम्बर् फोर् दीव्यति उदाहरणं दिवादिगणः. दिवादिगणः इति नाम अस्ति परन्तु कथम् अभवत् एतस्य ज्ञानं तु वयं न जानीमः. परिवर्तनं कुत्र अभवत्? दिव् धातु दीर्घं भवति दीव्यति इति अभवत् ओके. परन्तु अत्र यत् अस्ति तत्तु एवमेव तिष्ठति. कदा परिवर्तनं भवति तस्मिन् विषये यदा वयम् एतत् सर्वं पश्यामः सरलं तु अस्ति यत् उदाहरणरूपेण दत्तमस्ति तत्र सर्वत्र साक्षात् केवलं य इति योजितम् अस्ति अनन्तरं वर्णमेलनेन अन्तिमरूपनिर्माणं भवति ओके दी इति अत्र लिखितम् अस्ति एतस्य ज्ञानम् अनन्तरं प्राप्नुमः ओके अस्तु समाधानम् दशगणपर्यन्तं वयं गन्तुं शक्नुमः वा न अतः न जानामि इदानीं किञ्चित् अग्रे गच्छामः इदानीं सरलं भविष्यति इति अहं मन्ये ओके रूपल् रूपल् भवती उक्तवती न भगिनि नमो नमः पञ्चमगणस्य द्विवादि समाप्तं स्वादिः पञ्चमगणः सु इत्यादयः धातवः सुनोति इत्यादीनि क्रियापदानि विकरणप्रत्यय श्रु तस्य नु नो उदाहरणरूपेण आप् आप्नोति जि चिनोति शक् शक्नोति दु धुनोति किञ्चित् वदतु किम् अभवत् अत्र विकरणप्रत्यय नु तस्य नो भवति एवं दर्शितं श्नु आमां क्षम्यतां श्रु इति विकरणप्रत्ययः तस्य श्नु इति विकरणप्रत्ययस्य अवशिष्टभागः किम् श्रु इति विकरणप्रत्ययस्य अवशिष्टभागम् उ उ न नु नकारः भवति अस्तु अनन्तरं परिवर्तनं नो इति भवति भिन्नमस्ति उकारस्य ओकारः भवति नु अनन्तरं नो भवति नो भवति आप्नोति नो आप्नोति न आप्नोति एवं भवति चिनोति न भवति चिनोति भवति शक्नोति न शक्नोति धुनोति न धुनोति ओ ओकारः नु इति अवशिष्टभागस्य नो इति परिवर्तितं भवति ओके साक्षात् मेलनमेव कृतं सर्वत्र तावत्पर्यन्तम् ओके ओके अग्रे गच्छामः किमपि प्रश्नमस्ति क्षम्यतां महोदय बेला अस्मि इदानीं सर्वे पदानि आत्मने आत्मनेपदी अभवत् वा न न न एवं न सर्वे आत्मनेपदी अथवा सर्वे परस्यपदी एवं न आम् प्रत्यय ओ अभवत् वा न न विकरणप्रत्ययस्य परिवर्तनं श्नु इति ओरिजिनल् प्रत्ययः ओके यदा वयं वादिगणस्य पश्यामः शप् इति ओरिजिनल् प्रत्ययः तस्य अवशिष्टभागः अ ओके यदा श्यन् इति पश्यामः चतुर्थगणस्य तस्य अवशिष्टभागः य ओके इदानीम् अस्माकं हस्ते तु पञ्चमगणस्य प्रत्ययः अस्ति ओरिजिनल् प्रत्ययः ओरिजिनल् प्रत्ययः श्नु तस्य प्रोसेसिङ्ग् अनन्तरं नु इति अवशिष्यते नु इति यत् अवशिष्यते तस्य नो इति रूपं परिवर्तितं भवति केनचित् कारणेन तस्मिन् विषये तु अग्रे अग्रे पश्यामः ओके यावत्पर्यन्तम् अवगतम् आम् आप्नोति आप् धातु आप् धातु धातु स्नु धातु नो ओ अभवत् न न न धातु नास्ति स्नु धातु नास्ति स्नु प्रत्ययः अस्ति तस्य नु इति अवशिष्टभागः अवशिष्टभागस्य परिवर्तनं भवति नो इति नो एतत् नो यद् अस्ति तत् आप् धातु किं स्वीकुर्मः चेत् नो योजयामः आप् नो इति भवति तदनन्तरं तिङन्तप्रत्ययः ति योजयामः चेत् आप् नो आप् ति ओके नो ति तिङ् प्रत्यय शक् शक् नो शक् धातु शक् धातु अस्ति यदा अहं नो एड् करोमि शक् नो भवति तदनन्तरं तिङ् प्रत्ययः एड् करोमि शक् नो प्लस् ति शक् नो ति ओके मेथ्स् अस्ति न गणितं वर्णगणितम् तत्र वाम दक्षिणभाग ओके दक्षिणभागे एड् कर्तुम् एड् कृत्वा अन्तिमरूपनिर्माणं भवति शक्नोति चिनोति इति ओके अस्तु अस्तु समाधानं धुनोति धू धातु धू या ओके चलो हीरल् धन्यवाद नमस्ते भगिनि आं भगिनि सोरि भगिनि सुदादिगणः षष्ठगणः तुद् इत्यादयः धातवः तुदति इत्यादीनि क्रियापदानि विकरणप्रत्ययः श अ उदाहरणम् मील मिलति लिख लिखति क्षिपति कृष् कृषति भगिनी अत्र विक्रमप्रत्यये श अस्ति तस्य अ तिष्ठति अत्र सरलमस्ति भगिनी मिलति लिखति क्षिपति एण्ड् कृषति अत्र भेदः न दृश्यामि भेदः न दृश्यते ओके न दृश्यते Okay, anybody else with any other observation? It's just like the first gana. Adadi gana. First gana. Bhavadi gana. Bhavadi gana. Atra shap iti vikarana pratyayaha, tasya avashishta bhaga akaraha, atra shashta gane sha iti pratyayaha, मनसि स्थापयन्तु तत्र शप् अस्ति अत्र श अस्ति अवशिष्टभागः अ एव ओके अधिकम् अभवत् इदानीं एन्जाय् भवादिगणे बहवः धातवः परिवर्तनं भवति अत्र मिल् इति अस्ति यदा मिल् इति पश्यामः मिलति भवति परन्तु यदा भ्वादिगणे वयं पश्यामः इकारस्य किम् अस्ति इकार जि इति अस्ति अस्ति परन्तु जि इति यत् अस्ति तस्य जयति इति अभवत् कम्पेरिसन् लिख् लिखति छिप् क्षिपति कृष् अत्र किमस्ति कृष् कृष् एतत् एतस्य कम्पेरिसन् केन सह कर्तुं शक्नुमः वृत् ऋकारस्य आर् परिवर्तनम् आगच्छति वर्तते हृत् इति यद् धातु अस्ति तस्य वर्तते इति अभवत् अ ते ओके फैन् निष्कासयामः हृत् एतस्य वर्त् इति अभवत् परन्तु कृष् एतस्य कृष्णेन तिष्ठति परिवर्तनं न भवति न भवति सूक्ष्मतया द्रष्टव्यं किमर्थं परिवर्तनं न भवति कथं न भवति तत् सर्वम् अनन्तरं पश्यामः अस्मिन् स्तरे केवलं परिशीलनम् अवगमनम् ओके ओके अत्र तु भिन्नता अस्ति अत्र नास्ति इदानीं तस्य पर्यायः वकस्वीरलमकं सर्वमङ्गला नमस्ते महोदय सर्वमङ्गला एकप्रश्नमस्ति तुतादिगणे कृष् कृषति खलु कृष् कर्षति एव तदपि तुदादिगणे वा न न कर्षति इति वदति चेत् तत्तु भादिगणे भविष्यति गणद्वयमस्ति ओके यस्मिन् गणे तस्य स्वीकरणं भवति तदनुगुणं तस्य रूपं अपि भविष्यति ओके ओके इदानीं रुदादिगणस्य चलो रोदनं कुरु आरम्भं कुर्वन्तु रुदादिः सप्तमः गणः ऋद् इत्यस्य धातवः ऋणाधि इत्यादीनि क्रियापदानि विकरणप्रत्ययः श्नम् न भवति उदाहरणं उदाहरणं छिद् छिन्नति छिनत्ति तुद् तृद् तृणत्ति भिद् भिनत्ति भुज् भुनक्ति भुङ्क्ते युज् युनक्ति यश्नं विकरणप्रत्ययः न इति भवति इरुदादिगणे तिङ् प्रत्ययः ति भवति प्लस् प्लस् इ ति ओके इन् आत्मनेपदे ते आत्मनेपदी परस्मैपदी तस्मिन् विषये इदानीं चिन्ता मास्तु तत्तु अनन्तरं परन्तु णप्रत्ययः अवशिष्टभागः कुत्र अस्ति अवशिष्टभागः न इति भवति न परन्तु नकार न कुत्र स्थापनीयम् एतस्य किं परिशीलनं करोतु किञ्चित् मध्ये न विकरणप्रत्यय धातु छि छिद् धातु छिद् प्लस् न प्लस् टि छिद्नति इति भवितव्यं न परन्तु अत्र च ओके छिन् विषयं तु निष्कासयतु भिद् स्वीकरोतु भिद् भि प्लस् न प्लस् ति अत्र भिद् प्रथमं भिद् अनन्तरं न प्लस् ति तो नकारस्य स्थानं धातोः अनन्तरं न इट् इस् इन् द पेनल्टिमेट् पार्ट् ओके सेकेण्ड् लास्ट् अवगतम् ओके होम्वर्क् परिशीलनं कुर्वन्तु ओके अष्टवादनं तु अभवत् इतोपि दशनिमिषाः न्यूनातिन्यूनं दशनिमिषाः स्थातुम् इच्छन्ति चेत् दशमगणपर्यन्तं गच्छामः अन्यथा अत्र एव अहं स्थगयामि किं करणीयं वदन्तु स्थगयामि वा अग्रिमवासरे अधिकं स्वीकरोतु अस्माकं कृते विलम्बं भवति नै नै कारणम् अद्य एक्सामिन् एक्सामिन् तदेव परीक्षा अस्ति तदर्थम् आगामि मासवासरे अधिकं इदानीं तु स्थगयतु भगिनि अद्य अहम् अत्रैव स्थगयामि परन्तु एतस्य गणस्य किञ्चित् परिशीलनं कुर्वन्तु वर्णस्य किं विभजनं कृत्वा ज्ञातुं प्रयत्नं कुर्वन्तु न इति यत् प्रत्ययः अस्ति तस्य स्थानं कुत्र कथं तस्य निर्णयं भवति एतस्य परिशीलनं किञ्चित् कुर्वन्तु अग्रे अपि अन्य गणाः सन्ति पठन्तु ओके चलो अद्यतनवर्गस्य समापनं करोमि ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छ्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः धन्यवादः शुभदिनं शुभरात्रिः यत्किमपि अस्ति